गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां स्वागतम् इदानीं वयं काललक्षणे तस्य निरूपणावसरे स्मः तत्र अतीतादिव्यवहारहेतुः कालः इति कालस्य लक्षणम् अस्माभिः अधीतम् व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति सर्वदा मनसि भवेत् लक्षणवाक्ये प्रथमवाक्यं प्रथमतया एतत् पदम् अस्मिन् लक्षणे कालस्य लक्षणे प्रयुक्तमस्ति किन्तु अन्येपि अन्येषु लक्षणेषु अपि एतस्य पदस्य प्रयोगः अस्ति इति कृत्वा सर्वेषां मनसि भवेत् व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति अपि च कालः इति अन्यतमद्रव्यं नवषु द्रव्येषु अन्यतमद्रव्यं कालः इति भिन्नद्रव्यं किमर्थं केन आधारेण स्वीकृतं तस्य प्रमाणं किम् इति चेत् अनुमानमेव प्रत्यक्षेन कालं न द्रष्टुं शक्यते तत्र रूपं नास्ति इति एतत् सर्वं प्रत्यक्षयोग्य योग्यत्वम् इत्यस्मिन् विषये अस्माभिः अधीतमेव उद्भूतरूपवत्त्वम् अपि च महत्त्वम् इति निकषाद्वयं वर्तते किन्तु कालस्य तादृशं किमपि नास्ति तथापि तत्र व्यवहारः अस्माभिः क्रियते घटः अतीतः घटः वर्तते घटः भविष्यति इत्यादि तादृशव्यवहारः केन आधारेण क्रियते इति चेत् तत्र कालः इति भिन्नद्रव्यं विना न कर्तुं शक्यते इत्यतः तत्र अतीतादिव्यवहारहेतुः हेतुः इत्युक्ते कारणं कालः भवति अपि च काललक्षणे अवच्छेद्यक अवच्छेदकभावः इत्यस्मिन् विषये अपि गतवर्गे अस्माभिः अधीतं तत्र दीर्घवाक्यम् आसीत् अतीतत्वत्व अवच्छिन्नप्रकारतानिरूपित घटत्वावच्छिन्नविशेष्यतानिरूपक ज्ञाननिष्ठ ज्ञानत्वावच्छिन्नकार्यतानिरूपित शब्दप्रयोगत्वावच्छिन्नकारणताश्रय शब्दप्रयोगनिष्ठशब्दप्रयोगत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणम् इति अपि च तत्र इदानीं दीर्घवाक्यस्य आधारभूतज्ञानमस्ति तत्र अतीतः इति घटः अतीतः इति वाक्यस्य आधारेण इति ज्ञानस्य आधारेण तत्र कालः निरूपितः एवमेव तत्र वर्तमानः तत्र वर्तमानत्वम् अपि च भविष्यति इत्यत्र भविष्यत्वम् इति एतत् सर्वम् उपयुज्य कालस्य लक्षणं कर्तुं शक्यते इति इदानीं तत्र षड् पञ्चाशत्तमपुटे कालोपाधिनिरूपणं सूक्तिललन्तिका अस्ति तत्र कालोपाधिनिरूपणं ततः पठनीयं तत्र शिवराम महोदय भवान् पठितुम् इच्छति वा महोदय सूक्तिललन्तिका इत्युक्ते किं महोदय सूक्तिललन्तिका प्रायः तत्र कथा इति इति अहं चिन्तयामि समीचीनतया अहं न जानामि विद्याभगिनी भवत्याः ज्ञानमस्ति वा अत्र सूक्तिः इत्युक्ते सम्यक्तया उक्तं ललन्तिका इत्युक्ते तत्र लाङ्ग् नेक्लेस् इति अर्थः इत्युक्ते तत्र सम्यक्तया उक्तं किमपि कालस्य विषये इदानीं सम्यक्तया अत्र किमपि दत्तमस्ति तादृशं तादृशम् अस्तु अस्तु सु उक्तिः सुष्ठुः उक्तमस्ति अपि च तत्र मालारूपेण इत्युक्ते अलङ्काररूपेण अस्ति इत्यतः तत्र सुक्तिललन्तिका इति दत्तं पूर्वमपि आगतम् एतत् पदम् रौद्यार्थं तु सुभाषितमाला एतत् अस्ति महोदय अतः अहं पृच्छामि अत्र अग्रहारम् इति पूर्वस्मिन् काले तत्र यत्र देवालयः अस्ति तस्मात् पुरतः यः वीतिः अस्ति तस्य नाम अग्रहारम् इति वदामः तत्र अग्रे हारमिव हारम् इति अत्र ललन्तिका इत्युक्ते हारम् इति चिन्तयामश्चेत् तत्र सूक्तिः एव ललन्तिका सूक्तिः एव ललन्तिका इति तादृशम् महोदय अस्तु अस्तु महोदय हा शिवराममहोदय पठति वा कालोपाधिनिरूपणं कालनिरूपणप्रसङ्गात् तस्य सर्वधारत्वं कालसङ्कोचकरूपोपाधाय कालिकसम्बन्धस्य निरूप्यते अनादिः अनन्तः खलु कालः तस्य यथावस्थिति तस्य न व्यवहारयोग्यता अस्ति तावत्पर्यन्तं कालनिरूपणप्रसङ्गात् तस्य सर्वाधारत्वं कालसङ्कोच उपाधाय कालिकसम्बन्धस्य निरूपते न अवगतम् अत्र कालसङ्कोच निधानतया पठतु निश्चयेन अवगच्छति अत्र कालनिरूपणप्रसङ्गात् प्रसङ्गः एतत् अवगतं कालनिरूपणप्रसङ्गात् तस्य सर्वधारत्वं काल इति कालस्य न समीचीनं कालस्य सर्व आधारत्वं कालस्य कालनिरूपणप्रसङ्गात् कालस्य सर्व आधारत्वं कालस्य सर्व आधारत्वम् इत्युक्ते किम् कालस्य सर्व आधारत्वम् आधारत्वम् इति धर्मः किल आधारत्वं यदा त्वप्रत्ययं योजयामः तत्र धर्मं लभ्यते अतः आधारत्वम् इति धर्मः तादृशधर्मः कुत्र विद्यते इति चेत् आधारे विद्यते सर्वेषाम् आधारः कालः इति कालः सर्वेषाम् इत्युक्ते यानि पदार्थानि ये पदार्थाः लोके सन्ति तेषां सर्वेषाम् आधारः कालः भवति इति तस्य निरूपणम् अपि च अग्रे कालसङ्कोचक उपोपाधय कालिकसम्बन्धस्य निरूप्यते तत्र कालसङ्कोच तत्र पुनः पठतु तद् तद् पदमेव पुनः पठतु कालसङ्कोचकर उपोपाधय कालसङ्कोचकरूप उपाधयः कालसङ्कोचकरूप उपाधयः नाम उपाधि हा उपाधयः इति बहुवचनमस्ति उपाधिः बहुवचनम् सङ्कोचः इत्युक्ते किम् भवान् अवगच्छति वा सङ्कोचः नाम न्यूनकरणीयं वा लघ्वीकरणं तथा एव न्यूनकरणीयं वा लघ्वीकरणं समीचीनम् इत्युक्ते कालसङ्कोचकरूप उपाधयः उपाधिः इत्युक्ते किम् उपाधि अवगतम् अत्र उपाधेः हा तत्र यया भिद्यते सा उपाधिः केन विभजनं क्रियते स सा उपाधिः भवति इति अस्ति. अतः इदानीं कालस्य विभजनं केन क्रियते तदेव कालस्य उपाधिः, कालस्य उपाधिः भवति, कालसङ्कोच उपाधिः भवति इति कृत्वा तेषां विषये अपि अस्मिन् पाठे चिन्तनं भवति. अपि च अग्रिमं कालिकसम्बन्धस्य निरूप्यन्ते, कालिकसम्बन्धश्च निरूप्यन्ते, सम्बन्धश्च निरूप्यन्ते. हा, तत्र पूर्वस्मिन् पाठे इदानीं तत्र कार्यता कारणता एतत् सर्वम् अस्माभिः अधीतं, किन्तु तत्र सम्बन्धः कीदृशमस्ति ज्ञानम् अपि च कालः, तत्र सम्बन्धः कः इति एतावत्पर्यन्तम् अस्माभिः न अधीतं. तत्र इदानीं कालिकः सम्बन्धः इति भिन्नसम्बन्धः नैयायिकैः अङ्गीकृतं, तस्मिन् विषये अपि अस्मिन् पाठे वयं पठामः. निरूप्यन्ते. अग्रे महोदय कालिकसम्बन्धः अनादिः सर्वाधारत्वं हा इति उक्तः तत्र. आत्मा अपि आधारः समयः एव महोदय, तत्र कालः एव. अग्रे एतत् सर्वं तत्र इदानीं तत्र उपोद्घातरूपेण निरूपयामः इति उक्तं, तत्र कस्य कस्य आधारः भवितुमर्हति इति एतत् सर्वम् अग्रे आयासति. तत् तत्र चिन्तयामः, तत्र सम्पूर्णरीत्या चिन्तयामः. अस्तु, पठतु महोदय. अनादिः अनन्तः खलु कालः, इत्युक्ते कालः तु अनादि तथा अनन्तः अस्ति. तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति. क्षम्यता महोदय, तत्र अनादिः इत्युक्ते नैयायिकरीत्या कथं वा अवगन्तव्यम्? अनादिः इत्युक्ते अनादिः, अनादिः नाम यस्य प्रागभावः नास्ति. समीचीनम्. अनन्तः इत्युक्ते अनन्तः यस्य प्रध्वंसभावः नास्ति. यस्य प्रध्वंसभावः न भवति एव, भावः नास्ति इति अनादिः अनन्तः अनादिः इति कालः, कालस्य लक्षणं. हा, अग्रे यत्तस्य तस्य यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति. हा, इत्युक्ते किम्? यथा अवस्थितस्य न व्यवहारयोग्यता अस्ति. कालस्य यथा अवस्थितिः अस्ति तस्य व्यवहारयोग्यता नास्ति. किमर्थं तादृशम् उक्तं? किमर्थं व्यवहारयोग्यः नास्ति कालः? यथा अनादि अनन्तः कालः इति तादृशमेव स्वीकुर्मश्चेत् तत्र किमर्थं व्यवहारयोग्यः न भवति? व्यवहारयोग्यता तत्र नास्ति इति मतम्? आम्, किन्तु अवगच्छति वा किमर्थं व्यवहारयोग्य योग्यता नास्ति इति? अत्र अत्र पश्यतु, घटः अतीतः इति अस्माभिः उक्तं किल. आम्, घटः अतीतः इत्युक्ते घटः नास्ति. कदा नास्ति? इदानीं नास्ति. अपि च घटः वर्तते इति वदामश्चेत् इदानीम् अस्ति. अस्ति. अपि च घटः भविष्यति इति वदामश्चेत् इदानीं नास्ति, श्वः वा तदनन्तरं वा यदा कदापि भविष्यति. इति यदि कालस्य तत्र कालः अनादिः अनन्तः एकम् इति स्वीकुर्मश्चेत् तत्र कथं वा भूतकालं वर्तमानकालं भविष्यत्कालम् इति वक्तुं शक्यते? तादृशकालः कर्तुं शक्यते किल? तत्र भेदः कर्तुं न शक्यते. न शक्यते इति कृत्वा तत्र यथावस्थितस्य इत्युक्ते तत्र कालस्य यातात्म्यस्थितिः अनादिः अनन्तः एव कालः, तदेव तस्य यातात्म्यस्थितिः. किन्तु तादृशं स्वीकुर्मश्चेत् तत्र एतादृशं भूतकालः वर्तमानकालः भविष्यत्कालः इति व्यवहारः न कर्तुं शक्यते इत्यतः तत्र किमपि उपायः स्वीकृत्य उपाधित्वेन कालस्य सङ्कोचः करणीयः. हा अस्तु महोदय, धन्यवादः आरम्भं कः आम् आम् अस्तु इदानीं तत्र भानुचैतन्य महोदय भवान् अग्रे पठति वा? अस्तु समीचीनम् अस्तु श्रीराममहोदय भवान् अग्रे पठति वा? अस्तु महोदय. न हि वयं कुतश्चित् प्रभृति आरब्धां शाकादिगणानां आधुनिकी शाकादिगणानाम् नहि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनाम् आधुनिकीं आधुनिकीं वा तत्र शङ्करदोषः अस्ति. क्रिस्ताब्दगणनं क्रिस्ताब्दगणनां विहाय अयं पूर्वम् आसीत् अयं तदा आसीत् इति व्यवहरामः. उन्मत्तस्य वा तथा भाषणे किञ्चित् अवगच्छामः भाषणेन किञ्चित् अवगच्छामः. अतः परिच्छिन्नः केनचित् पदार्थेन पृथक्कृतः कालः अस्माकं व्यवहारयोग्यः भवति. तावद् महोदय. न हि वयं कुतश्चित् प्रभृति आरब्धां शकादिगणनं शकादि इत्युक्ते इयर्स् शकादि सेञ्चुरि तत्र संवत्सरः इति अर्थः भवितुमर्हति. युगः इरा इति तादृशं शकादिगणनां कुर्मः शालिवानशकः. हा सत्यं तदेव. कुतश्चित् प्रभृति आरब्धं कुतश्चित् वयं गणनं कुर्मः वर्षाणां गणनं आधुनिकीं वा क्रिस्ताब्धगणनां विहाय अयम् आधुनिकीं आधुनिकीं क्रिस्तादिगणनं क्रिस्ताब्धगणनं सि इ बि सि तादृशं वा महोदय? हा सत्यं. तत्र क्रिस्त क्रिस्तुः यस्मिन् समये आसीत् ततः इदानीं एषः संवत्सरस्य एतस्य संवत्सरस्य सङ्ख्याख्यां क्रिस्ताब्दिगणानुसारं गणनानुसारम् एतस्य संवत्सरस्य सङ्ख्या का वदतु? 2019 अस्ति. तत्र संस्कृतभाषायां वदति वा? प्रयत्नं करोमि महोदय. एकोनविंशत्यधिक विंशति शतं शततमवर्षः. द्विसहस्रवर्ष विंशतिशतत भवतु द्विसहस्र द्विसहस्र एकोनविंशति उत्तर द्विसहस्र इति तादृशगणनं तत्र क्रिस्तुः तस्य जननं यदा अभवत् ततः ततः इति स्वीकृत्य वदामः. नो चेत् तत्र शालीवाहनशक इति अस्ति. तत्र शालीवाहनः इति प्रायः कोऽपि आसीत् तस्य जननस्य अनन्तरम् इति तादृशं वक्तुं शक्यते. हा तत् स्वीकृत्य एव अयं पूर्वम् आसीत् अयं तदा आसीत् इति व्यवहारः. एकोनविंशतिः वा एकादशः वा छत्र किमपि न इदानीम् इदानीन्तनसंवत्सर किम् इति मया पृष्टं पुस्तके यद् दत्तमस्ति इति न. अस्तु जि अयं तदा आसीत् इति व्यवहारः. उन्मत्तस्य वा किमर्थम् उन्मत्तस्य इति अस्ति महोदय? इत्युक्ते उन्मत्तः भाषणे कः इति भवान् जानाति किल? उन्मत्तस्य उन्मत्तस्य मेण्टलि हा हा हा उन्मत्त यः भ्रान्तः भ्रान्तः तथा भाषणेन किञ्चित् अवगच्छामः. यदि तत्र शाकादिगणनं वा क्रिस्ताब्दगणनं वा न स्वीकुर्मश्चेत् तेषां जननं यस्मिन् काले आसीत् ततः इति न वदामश्चेत् अस्माकं सम्भाषणं तु उन्मत्त इव भवति इति. अयं पूर्वमासीत् अयं तदा आसीत् इति किमपि तत्र उपाधित्वेन अस्वीकृत्य केवलम् एतादृशशब्दप्रयोगः अस्माभिः क्रियते चेत् तत्र उन्मत्त इव अस्माकं सम्भाषणं भवति इति कोऽपि न अवगच्छति किल? अस्तु महोदय, किञ्चित् न अवगच्छामः. अतः परिच्छिन्नः केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति. अतः केनचित् कारणेन क्रिस्तुः जननं इति स्वीकुर्मश्चेत् तद् आरभ्य ततः आरभ्य तादृशं कालस्य परिच्छिन्नं कुर्मः, तद्विहाय अस्माकं व्यवहारमपि न कर्तुं शक्यते. कदा अभवत् अथवा भविष्यति अथवा इदानीन्तनकालस्य निर्णयं न कर्तुं शक्यते. सत्यम्. अतः कालस्य परिच्छिन्नः करणीयः. सत्यं, केनापि उपायेन तत्र कालस्य सङ्कोचः करणीयः, नो चेत् कालम् आधारीकृत्य तत्र व्यवहारं न कर्तुं शक्यते इति तत्र निर्बन्धः अस्ति. अस्तु, धन्यवादः महोदय. इदानीं मुरळीमहोदय अग्रे पठति वा? पठामि महोदय. एकनिमिषं. अतः अग्रिमवाक्यः तत् कृतं निदर्शनाय. अग्रिमवाक्यमत्तस्य अग्रिम अग्रिम नेक्स्ट् अतः परिच्छिन्नः पठतु पठतु भवान् पठतु. अतः परिच्छिन्न केनचित् पदार्थेन पृथक् कृतः कालः अस्माकं व्यवहारयोग्यः भवति. निदर्शनाय निदर्शनाय स्वातन्त्र्योत्तरकालः इति व्यवहारमादाय चिन्तयामः. अग्रे तत् अनेन परम व्यापकर व्यापकोऽस्यापि कालस्य इति कथं वक्तव्यम् इति चेत् सप्तचत्वारिंशदुत्तरनवशतोत्तर एकसहस्रं सप्तचत्वारिंशदुत्तरनवशतोत्तर एकसहस्रम् एकसहस्रं प्रभृति This is 2011. That means ekadasha ha samichinam tatra pujya vartate ekadasha uttara dvisahasram ama amavarya ekadasha dvisahasram paryantam kinchit सकलं बुद्धौ आरोहति विषयं एनं सुविधा सुविसदं निरूपयामः. तावत्पर्यन्तं अवगच्छति वा अत्र किमस्ति इति निदर्शनाय ततः आरभ्य दर्शनाय स्वातन्त्र्योत्तरकालः कालं स्वतन्त्रमेव तत् सर्वे अस्ति न तादृशं नास्ति अत्र अर्थः स्वातन्त्र्य उत्तरकालः इत्युक्ते इदानीं भारतस्य स्वतन्त्रता कदा प्राप्तं ओ ओ भारतदेशे स्वतन्त्रं तदेव अत्र लिखितं किल 1947 इति आमां स्वतन्त्रस्य पर्यन्तं सः पर्यन्तं हा तत्र स्वतन्त्रं भारतस्य स्वतन्त्रं कदा लब्धं ततः आरभ्य तत्र किमपि आधारीकृत्य एव कालस्य सङ्कोचः करणीयः तत्र निदर्शनाय इत्युक्ते उदाहरणार्थं स्वातन्त्र्य उत्तरकालः इति व्यवहारम् आदाय चिन्तयामः इति अत्र अनेन परमव्यापकस्यापि कालस्य परमव्यापकस्यापि इत्युक्ते किम् परमव्यापकस्यापि कालस्य कालम् अस्ति इवन् बिफोर् स्वतन्त्रम् आल्सो टैम् इस् देयर् अस्तु तत्र परमव्यापकस्यापि अस्तु महोदय इदानीं तत्र भानुचैतनी महोदय किञ्चिदिव साहाय्यं करोति वा मुरळीमहोदयस्य महोदय हा परमव्यापक महोदय केनापि घटना अस्ति तद् पूर्वमपि परमपि कालः तु अस्ति केनापि हा तत्र परमव्यापकस्यापि इत्युक्ते व्यापकं व्याप्यम् इति पदं जानीमः किल आं महोदय व्यापकम् इत्युक्ते सूपर् सेट् व्याप्यम् इत्युक्ते सब्सेट् परमव्यापकम् इत्युक्ते कालः सर्वस्य आधारः भवति इति कृत्वा अत्र एतादृशपदप्रयोगः कृतः परमव्यापकस्यापि कालस्य इत्युक्ते कालं नित्यमस्ति अतः सर्वस्य आधारः भवति इत्यतः तत्र सर्वे काले एव भवन्ति काले एव तेषां तेषु क्रिया भवन्ति इत्यतः तत्र कालः परमव्यापकः अस्ति परमव्यापकः कालः यद्यपि कालः परमव्यापकः अस्ति तथापि तत्र स्वतन्त्रम् इति किमपि क्रिया जातं भारतदेशे तत् स्वीकृत्य इदानीं व्यवहारं कर्तुं शक्यते तत्र सत्त्वचत्वारिंशदुत्तर नवशतोत्तर एकसहस्रं प्रभृति एकादश उत्तरद्विसहस्रपर्यन्तं किञ्चित् शकलम् इदानीं शकलम् इत्युक्ते किं मुरळीमहोदय अवगच्छति वा शकलम् इत्युक्ते शकलम् इत्युक्ते भागः इति अर्थः भागः बुद्धौ शकलं हा शकलम् इत्युक्ते भागः समयस्य भागः कालस्य भागः स्वीकृत्य बुद्धौ आरोहति हा इति तादृशव्यवहारः वयम् अस्माभिः क्रियते तस्मिन् विषये विषयम् एनं सुविशदं समीचीनतया निरूपयामः अग्रे निरूपयामः इति दत्तमस्ति तत्र केवलम् उपोद्घातरूपेण एव दत्तमस्ति अन्यत् सर्वम् अग्रे आयास्यति अस्तु धन्यवादः मुरळीमहोदय इदानीं अग्रे पठति वा महोदय हा श्रीराममहोदय वदतु परमव्यापकस्य इति पदेन विभुत्वं सूचितम् अस्ति वा महोदय नाम इदानीं विभुः इत्युक्ते किम् इति भवतः मनसि किमस्ति? विभुत्वस्य लक्षणं किम्? सर्वत्र अस्ति इति इति सामान्यचिन्तनमस्ति, किन्तु नैयायिकानां मतानुसारम् अहं प्रायः पूर्वस्मिन् वर्गे एव, नो चेत् तस्मात् पूर्ववर्गे एव मया उक्तम्, अनियतवृत्तित्वं विभुत्वम्, अनियतवृत्तित्वम्, अनियतवृत्तित्वम् इत्युक्ते इदानीम् आकाशः विभुः अस्ति किल, घटः कुत्र वर्तते? आकाशे वर्तते इति वदामश्चेत् तत् सत्यमेव. इदानीम् आकाशः घटे वर्तते इति अपि वक्तुं शक्यते, तदपि समीचीनमेव. इति आकाशस्य तत्र नियमवृत्तित्वं नास्ति, इत्युक्ते तत्र घटः भूतले वर्तते इति वदामश्चेत् घटः एव सर्वदा भूतले वर्तते. इदानीं भूतले भूतलं घटे वर्तते इति न वक्तुं शक्यते किल. अस्तु, भूतलं तु सर्वस्य आधारः भवति इति कृत्वा तत्र नियमेन वक्तव्यं. घटः भूतले वर्तते, पुस्तकं भूतले वर्तते इति वक्तुं शक्यते, किन्तु इदानीं भूतलं पुस्तके वर्तते इति वा घटः भूतले वर्तते वा इति वैपरीत्यं कृत्वा न वक्तुं शक्यते इति कृत्वा तत्र नियामकवृत्तित्वम् अस्ति. नियामकवृत्तित्वं हा, किन्तु यः पदार्थः विभुः अस्ति तस्य अनियामकवृत्तित्वम् इत्युक्ते घटः आकाशे वर्तते इति वदामश्चेदपि समीचीनमेव, आकाशे घटः वर्तते इति वदामश्चेदपि समीचीनं वर्तते इति तत्र नियामकवृत्तित्वं नास्ति. अस्तु, वृत्तित्वम् इत्युक्ते भवान् अवगच्छति किल, आधेयता, तदेव वृत्तित्वम्, आधेयता इत्युक्ते तत्र आकाशः यदा वयं वदामः तत्र आकाशः आदेयः अपि भवितुमर्हति, आधारः अपि भवितुमर्हति इति कृत्वा तत्र अनियामकवृत्तित्वमस्ति, तदेव विभुत्वस्य लक्षणमस्ति. अस्तु, तादृशकालस्य नास्ति, सर्वे काले एव न न, इदानीं तत्र काल इतोपि अग्रे आयास्यति एतत् सर्वम्. इदानीं कालस्य लक्षणं किं? कालः एकः, विभुः नित्यश्च इति. कालः अपि एकः, विभुः अपि नित्यः अपि. विभुः नित्यश्च, अस्तु. किन्तु कथं वा तस्य विभुत्वं वा नित्यत्वं वा साधितम्, एकत्वं वा साधितम् इति एव अस्मिन् पाठस्य विषयः. अस्तु अस्तु अस्तु, समीचीनं. भानुचेतिनी महोदय, भवान् पठति वा अग्रे. आं महोदय, कालस्य गणनायै अनेके उपायाः अस्मत्पूर्वजैः आदृताः. यतोहि सन्डैल् महोदय एतत् बहूनि यत्किमपि हा, अत्र कालः एकः, तत् अनादिः अनन्तः इति कृत्वा तस्य सङ्कोचः करणीयः, व्यवहारार्थं तत्र सङ्कोचः करणीयः. केन वा सङ्कुचितम् इति चेत् तत्र उपायाः, अनेके उपायाः आदृताः भवन्ति अस्माभिः अस्मत्पूर्वजैः इति अत्र उक्तं. ते के इति अग्रिमपरिच्छेदे, ते उपायाः के इति अग्रिमपरिच्छेदे दत्तमस्ति. पठतु महोदय. पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य तत्र अंशानां षष्ट्यधिकानि त्रीणि शतानि आदाय एकैकांशु तुल्यपरिधिभागं क्रमितुं यः कालः तत् कालमानं भवेत् इति विचारः प्रक्रान्तः. प्रक्रान्तः, तावत्पर्यन्तं महोदय. प्रक्रान्तः महोदय, पृथिवीं परितः महोदय, परितः इत्युक्ते पार्श्वतः न, परितः इत्युक्ते आल् अराउण्ड्. आल् अराउण्ड् पृथिवीं परितः सूर्यस्य भ्रमणं प्रकल्प्य कल्प्य किमर्थं महोदय तत्तु सत्यं न इदानीं तत्र सूर्यस्य भ्रमणं प्रकल्प्य इत्युक्ते स्वीकृत्य इति इदानीम् इति इदानीं प्रकल्प्य इत्युक्ते स्वीकृत्य इति अवगच्छतु आं महोदय तत् पृथिवी अस्ति पृथिवी पृथिव्याः भ्रमणं सूर्यः करोति तत् स्वीकृत्य तत् भ्रमणं स्वीकृत्य तत् भ्रमणं स्वीकृत्य षष्ट्या षष्ट्योत्तरत्रिशतं सत्यं यद् अस्ति तद् एकैकं कृत्य तद्भागं यदस्ति एकभागं तत् एकदिनम् अहोरात्रम् इति प्रायः तत्कल्प्यः इति स्वीकृतः इति प्रकल्प्यः इत्युक्ते तत्र कल्पना इत्युक्ते तत्र इमेजिनेशन् इति नास्ति किन्तु स्वीकृतः इति स्वीकृतः हा तत्र भ्रमणम् इति क्रिया अस्ति सूर्यस्य सूर्ये विद्यमानक्रिया भ्रमणं महोदय तद् षष्टि अधिकानि त्रीणि शतानि इति अस्ति तत् स्वीकृत्य तद् भ्रमणम् आधाय एकैक अंशतुल्य इदानीं तत्र तुल्यपरिधि तत्र तुल्यपरिधिः तुल्यपरिधिः इति अवगच्छति किल भवान् आं महोदय तुल्यपरिधिः इत्युक्ते किं वदतु कृपया भवतः आगमनं परिधिः इत्युक्ते किं परिधि इत्युक्ते बौण्ड्रि महोदय सीमा सत्यं सीमा इति तुल्य इत्युक्ते किम् इक्वल् टु हा समीचीनं यूनिट् इक्वल् टु हा ईक्वल् पोर्षन्स् महोदय एकैक अंशतुल्यपरिधिभागम् एकैकांशतुल्यपरिधिभागं क्रमितुं क्रमितुम् इत्युक्ते गन्तुम् इति अर्थः यः कालः क्रमितुं यः कालः तत् कालमानं वदतु महोदय अग्रे तत् कालमानं भवेत् इति विचारः प्रकान्त हा कालमानम् इति तत्र टिप्पणी दत्तमस्ति किल हा टैम् युनिट् हा मेजर् आफ् टैम् हा तदेव दिनम् इति इति स्वीकृतम् अहोरात्रं सत्यम् इति विचारः प्रक्रान्तः अस्तु समीचीनं विजया भगिनी अग्रे पठति वा प्रक्रान्तः इत्युक्ते आरब्धः इति आरब्धः विचारः प्रक्रान्तः आरब्धः प्रथमं नमस्कारः जि नमस्ते भगिनि ततः सूर्यादि नैर न एव अपेक्ष्येन कालज्ञानाय घटिकायन्त्रं तलम्बकं एकनिमिषं जि ततः सूर्यादि नैरपेक्ष्येन कालज्ञानाय घटिकायन्त्रं फलम्बकं परिकायन्त्रः आविष्कृतम् अच्छा आविष्कृतं मम समीपे पुस्तकं नास्ति जि प्रिण्ट् सम्यक् नास्ति तत्र ओ मुद्रणं सम्यक् नास्ति अस्तु भवती लिखितवती किल तत्र आर्डर् कृतवती इति भवतु यत्किमपि अस्तु ततः अग्रिमसप्ताहे आगच्छति जि. अस्तु, समीचीनम्. हा, इदानीं वदतु भगिनि, यः यद् वाक्यं भवत्या पठितं तत्र सूर्य उदय न सूर्यादि नैरपेक्ष्येन तत्र सूर्यादि इत्युक्ते तत्र गृहं गृहाः एव खलु सन्ति सूर्यादि इत्युक्ते तत्र अपेक्षेन वा तेषाम् अपेक्षा विना इत्युक्ते तत्र प्रथमपङ्क्तौ किं दत्तं सूर्यस्य भ्रमणं स्वीकृत्य कालस्य निर्णयं कृतम् इति दत्तं प्रक्रान्तः आरब्धः तदनन्तरं सूर्यस्य भ्रमणं त्यक्त्वा कालज्ञानाय घटिकायन्त्रं इत्युक्ते वाच् सलम्बकं घटिकायन्त्रं इत्युक्ते वाच् वित् पेण्डुलम् च आविष्कृतम् इत्युक्ते स्वीकृतम् इति इत्युक्ते आरम्भकाले सूर्यस्य भ्रमणम् आधारीकृत्य तत्र कालस्य निर्णयः कृतः तदनन्तरं घटिकायन्त्रं स्वीकृत्य कालस्य निर्णयः कृतः. अग्रे पठतु भगिनि. एतत् पूर्वं स्टाण्ड् इति स्टाण्ड् उपयोगं कृतवन्तः खलु जि तत्र अग्रिमवाक्ये आयास्यति. ओ आगच्छति. परन्तु सर्वत्र जलसिकतादि साधनानां न्यूनाधिकभावे किमस्ति तत्र न्यूनाधिकभावे मानं स्थिरे न भवति परन्तु सर्वत्र जलसिकता इत्युक्ते स्टाण्ड् एव एतत् जलं सिकता एतत् साधनानां उपयोगेन कालं निर्मितवन्तः न्यूनाधिकभावे मानम् इत्युक्ते मेशर्मेण्ट् स्थिरं न एतत् सर्वं उपयोगं कृतम् अपि सम्यक् कालविषये सम्यक् मापनं स्थिरं न इति सूचितवन्तः तत्र. सत्यम्. अग्रे लम्बके अपि घर्मकाले वा धर्म किम् अस्ति जि घर्मकाले वेगन्यूनतया शीतकाले वेग अधिक्याः च तावद् अंशानां प्रक्रमाय कदाचित् अधिककालः कदाचित् न्यूनः कालः इति वैषम्यं तावद् महोदय तावद् अस्तु. एतत् लम्बके अपि इत्युक्ते तत्र कालयन्त्रमपि घर्मकाले इत्युक्ते किञ्चित् समर् इति ओ समर् घर्मकाले वेगं न्यूनतया तत्र गच्छति खलु, भविष्यत्, पूर्वं, वर्तमानकाले, न न तद् नास्ति, वेगं वेगम् इत्युक्ते अत्र पश्यतु भगिनि लम्बके, एकनिमिषं, तत्र लम्बके इत्युक्ते स लम्बकं पेण्डुलम् अस्ति किल, तस्य तस्य घर्मकाले वेगन्यूनता भवति इत्युक्ते तत्र समानरीत्या पेण्डुलं तस्य आसिलेशन् भवेत् किन्तु तस्य न्यूनता भवति. किमर्थम् इत्युक्ते घर्मकाले तस्य एक्स्पेन्शन् भवति किल, अतः वेगन्यूनता भवति. अपि च शीतकाले वेग अधिकाः च, शीतलकाले वेगं किञ्चित् किञ्चितोपि अधिकम् आगच्छति, अधिकं गच्छति, वेगेन गच्छति तावत्, वेगेन गच्छति तावद् दंशानां, तावद् अंशानां, अंशानां, एतत् अंशानामेव, एतत् क्वालिटि, एतत् अंशानां, न न तत्र कालस्य इदानीम् अस्माकं लक्ष्यं किं, कालस्य मानम् अस्माभिः करणीयं किल, अपि च मानं तु भागः तु तुल्य तुल्यभागः भवेत्. एकनिमिषम् इत्युक्ते सर्वेषु कालेषु एकनिमिषम् एकनिमिषम् एव भवेत्, किन्तु एकनिमिषम् इति घर्मकाले तत्र लम्बलके सलम्बके पश्यामश्चेत् तत्र एकनिमिषम् इति नास्ति, इतोपि किञ्चित् समयः स्वीकरोति. अपि च शीतकाले एकनिमिषम् एकनिमिषं न भवति एकनिमिषं, किन्तु ततोपि न्यूनं भवति. ग्रीष्मकाले शनैः किञ्चित् शनैः चलन्ति, शीतलकाले किञ्चित् वेगेन चलन्ति, हा इति तत्र तुल्यभागः न भवति, प्रत्येकम् अंशः कालस्य अंशः तुल्यः न भवति. प्रागभावः कदाचित् अधिककालः कदाचित् प्रागभावः, भगिनि एकनिमिषं, प्रागभावः नास्ति, प्रक्रमाय, ओ प्रक्रमाय, अस्तु अस्तु, क्रमाय, प्रक्रमाय अतिक्रम्य, कदाचित् कालः अधिककालः कदाचित् न्यूनकालः इति वैषम्यं भेदः इति. वैषम्य इत्युक्ते प्रत्येकं निमिषं निमिषमेव भवेत्, प्रत्येकं निमिषे अपि तत्र न्यूनता अपि च अधिकता भवति चेत् कथं वा अस्माभिः व्यवहारं कर्तुं शक्यते, तत्र तुल्यता भवेत् इति कृत्वा सम्बलकघटिकायन्त्रं स्वीकृत्यापि निश्चयेन कालः एतदेव अस्ति इति न वक्तुं शक्यते. कालविषये तत्र तारतम्यमेव अस्ति, हा सत्यम् इति इति इदानीमपि तत्र क्लेशः वर्तते. अस्तु, धन्यवादः भगिनि. इदानीं शिवराममहोदय अग्रे पठति वा. आम् आम् कुत लम्बकेपि, लम्बकेपि तत् कृतम् अग्रिमवाक्यम्, अतः आधुनिकैः अग्रिमपुटे आधुनिकैः क्वाड्स् इति रीति आविष्कृता, तत्र क्रियाणां सन्ततौ सूक्ष्मो अपि न्यूनाधिकभावः न भवति. आधुनिक यत् अधुना घटी अस्ति तत् तत्र क्वाड्स् इति नूतनपद्धत्याः तत्र आविष्कृताः, लम्बकस्य स्थाने क्वाड्स् इति नूतनरीति आविष्कृतः, तत् क्रियाणां सन्ततौ सूक्ष्मो अपि न्यूनाधिकभावः न भवति. यथा अस्माकं लम्बक लम्बके घट्यां वेगन्यूनता वा न्यूनताभावः तत्र वर्तते, तत् पद्धत्या क्वाड्स् इति घट्याः न्यूनाधिकभावः तत्र न वर्तते, नूतन पद्धतिः अस्ति इति कारणेन. हा तत्र किमर्थं न भवति, क्रियाणां सन्ततौ सूक्ष्मोपि न भवति, हा आधुनिकपद्धति अस्ति इति कारणेन. न न आधुनिक इति अस्ति इत्यतः तत्र न्यूनता नास्ति इति नास्ति, तत्र क्रिया क्वाड्स् मध्ये क्रिया जायते, किन्तु तस्य तत्र विद्यमानक्रिया अतिसूक्ष्मः अस्ति इति कृत्वा तत्र न्यूनाधिकभावः न भवति. सन्ततौ इति सन्ततिः इत्यस्य सप्तमी सप्तम्यां क्रियाणां सन्ततौ तत्र सूक्ष्मः अस्ति इति कृत्वा तत्र न्यूनाधिकभावः न भवति इति कृत्वा इदानीं तत्र तुल्यता समीचीनतया अस्ति. अग्रे अपि भवान् पठतु महोदय, भवानेव पठतु. तत्र इदानीं तत्र क्वाड्स् इति किमपि पार्थिवद्रव्यमस्ति, तस्मिन् क्रिया भवति, क्वाड्स् मध्ये क्रिया भवति, सा क्रिया सूक्ष्मः अस्ति, अतीवसूक्ष्मः अस्ति इति कृत्वा तत्र न्यूनाधिकभावः न भवितुमर्हति. इदानीं लम्बकम् अस्ति किल पेण्डुलं, तद् दीर्घमस्ति, अपि च तस्मिन् विद्यमानक्रिया सूक्ष्मं नास्ति, तत् स्थूलमेव इति कृत्वा तत्र एतादृश वेगन्यूनता वा वेग अधिकता वा भवितुमर्हति. किन्तु क्वाड्स् मध्ये या क्रिया जायते सा क्रिया अतीवसूक्ष्मा अस्ति इति कृत्वा तत्र इदानीं घर्मकाले तस्य न्यूनता वा वेगस्य न्यूनता वा, नो चेत् तत्र शीतकाले वेगस्य अधिकता वा न भवति इत्यतः तद् इद आधुनिककाले इदानीन्तनकाले तदेव स्वीकृतं. किमर्थमित्युक्ते तत्र तुल्यं भवति. सन्ततिः किमर्थम् आगच्छति तत्र? क्रियाणां सन्ततिः, क्रियाणां सन्ततिः इत्युक्ते तत्र क्रिया भवत्येव किल, एकमेव क्रिया इति नास्ति, क्रिया सन्ततिः वर्तते. क्वाड्स् इति क्रिस्टल् अस्ति, स्फटिकं तत्र सन्ततिः कान्स्टेण्ट् सन्ततिः इत्युक्ते कान्स्टेण्ट् कण्टिन्यूस् इति कण्टिन्यूस् क्रिया कण्टिन्यूस् मूवमेण्ट् अस्ति. अस्तु अग्रे शिवराम महोदय. इह अवलोक्यताम्. अधुना वयं पश्यामः पञ्चभिः क्रियाभिः निमिषशरः द्वादशात् बिन्दोः प्रथमं बिन्दुं प्राप्नोति. अत्र चित्रे तत्र दत्तमस्ति पञ्चभिः क्रियाभिः निमिषशरः नाम सेकेण्ड् हेण्ड्. तत्र पञ्चशरः तत्र सन्ति चित्रे, द्वादशतः षड्पर्यन्तं मध्ये तत्र पञ्चशरः रेखा तत्र सन्ति, द्वादशात् बिन्दोः प्रथमं बिन्दु प्राप्नोति. द्वादशबिन्दुतः प्रथमबिन्दुपर्यन्तं तत् स्थानं वा ताभिः पञ्चभिः क्रियाभिः व्यापकस्य कालस्य सङ्कोचः जातः. शरेण निमिषशरेण तत्र कालस्य पुनः सङ्कोचः अभवत्. ततः प्रथमबिन्दोः द्वितीयबिन्दुं यातुं पञ्चभिः क्रियाभिः तावान् एव कालः सङ्कुचितः भवति. इयमेव अग्रे अपि एतादृशक्रियासमुदायः तुल्यकालपृथक्ता फलानि घटिका होरा प्रहरः दिनं सप्ताहः पक्षः मासः वत्सरः इति एवं व्यवहारयोग्यः भवति. अत्र घटी अत्र दत्ता अस्ति, अत्र घटी अत्र द्वादशतः एक पर्यन्तं तत्र एकः शरः अस्ति, तत्कालः पञ्चनिमिषकालः इति, कालस्य अत्र सङ्कोचः अभवत्. तादृशपद्धत्याः कालस्य घटिका होरा दशनिमिष एकघण्टा अनन्तरं दिनं सप्ताहः पक्षः मासः संवत्सरः इति व्यवहारयोग्यः कालस्य सङ्कोचः कृतः अस्ति अस्माकं सौकर्यात्. सत्यम् इति अत्र अस्मिन् परिच्छेदे मुख्यवार्ता का? इदानीं तत्र कालस्य उपाधिः किम्? शिवराम महोदय. कालस्य उपाधिः उपाधि नाम येन भिद्यते, येन विभजनं कुर्मः तदेव उपाधिः इति मया पूर्वमुक्तम्। अत्र क्रिया भवति, कालस्य क्रिया भवति। तत्र निमिषशरे विद्यमानक्रिया अस्ति किल, तद् कालस्य उपाधिः भवति। एकबिन्दुतः द्वितीयबिन्दुपर्यन्तं निमिषशरः वदतु महोदय। नैव वदतु भवान्। हा, इति निमिषशरे विद्यमानक्रिया कालस्य उपाधिः भवति। अपि च तत्र यदा क्रिया जायते, बहवः क्रियाः जायमानः अस्ति, तेषां समुदायीकृत्य तत्र इदानीं घटिका, तत्र फलानि, घटिका, घटिका इत्युक्ते चतुर्विंशतिनिमेषाः घटिकाः, एकः एका घटिका भवति। अपि च होरा इत्युक्ते हवर्, वन् अवर्, षष्टिनिमेषाः तेषु तस्मिन् वर्तते। अपि च प्रहरः, प्रहरः इत्युक्ते तिस्रः होरा, एकः प्रहरः भवति, त्री अवर्स्। दिनम् इत्युक्ते चतुर्विंशतिः होरा, चतुर्विंशतिः होरा एकं दिनं भवति। सप्ताहः इत्युक्ते सप्तदिनं सप्ताहं भवति। पक्षः इत्युक्ते पञ्चादशदिनानि। अपि च मासः इत्युक्ते प्रायः त्रिंशत् दिनाः, त्रिंशद्दिनानि भवन्ति। वत्सरः इत्युक्ते द्वादशमासः एकः वत्सरः भवति इति तत्र क्रियायाः समुदायं कृत्वा एतादृशं व्यवहरामः। किन्तु सर्वेषां व्यवहाराणाम् आधारः अस्ति क्रिया इति मनसि भवेत्। अतः अत्र क्रिया कालस्य उपाधिरूपेण स्वीकृत्य अत्र व्यवहारं जातम् इति उक्तं, तदेव मुख्यवार्ता। कालस्य उपाधिः किम् इति चेत् क्रिया। विजया भगिनी किमपि उक्तवती वा? घटिका इत्युक्ते विंशतिनिमेषाः घटिका भवति, 24 मिनिट्स्। तत्र तमिळ् भाषायां नाळिगे इति वदामः किल, धन्यवादः। मुहूर्तसमय घटिका, हा सत्यं, हा मुहूर्तसमय। तत्र मुरळीमहोदय पृष्टवान् मानं, मानम् इत्युक्ते मापनं, मेशर्मेण्ट्। अस्तु, समीचीनं शिवराम महोदय, धन्यवादः। इदानीं श्रीराम महोदय, भवान् अग्रे पठति वा? अहं पठामि महोदय। गृहादिः कथं तालोपाधिः भवति? तावान् क्रियासमुदाय, तस्मात् पूर्वं तत्र शीर्षकं किम् इति अवगच्छति वा? शीर्षकविषये किञ्चित् वदतु। गृहादिः गृहम् इत्युक्ते अस्माकं गृहम् अस्ति किल, गृहमेव, तदेव। आम्, गृहादिः कथं कालोपाधिः भवति, कथम् अस्माकं गृहं कालस्य उपाधिः भवति इति? अस्माकम् इत्युक्ते यत्किमपि गृहं वा तादृश पदार्थाः कथं वा कालस्य उपाधिः भवति। तत्र पूर्वस्मिन् पाठे अस्माभिः किम् अधीतं? कालस्य उपाधिः क्रिया इति अधीतम्। इदानीं तत्र गृहादिः गृहादयः अपि कथं वा तत्र भवितुमर्हति वा, कालस्य उपाधिरूपेण भवितुमर्हति वा इति चिन्तनम् अस्मिन् पाठे। अस्तु, पठतु। तावान् क्रियासमुदायश्च येन अनुभूतः तदा यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन पृथक्कृतः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. तावद् वदतु महोदय. येन अनुभूतः तावन् क्रियासमुदायश्च येन अनुभूतः. क्रियासमुदाय इत्युक्ते तत्र निमिषाः, तत्र घटिका, होरा, प्रहरः, दिनं, समुदायः. सत्यं. समुदायः येन अनुभूतः तदा यः आसीत् येन पदार्थेन एते समुदायः अनुभूतः. एते क्रियासमुदायः. क्रियासमुदायः अनुभूतः यः आसीत् सः गृहादिः तावत् क्रियासमुदायेन सः गृहादिः तावत् क्रियासमुदायेन पृथक्कृतः. गृहादिः क्रियासमुदायेन पृथक्कृतः अस्ति. एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति. एकस्य वत्सरस्य सम्बन्धी भूत्वा एकस्मिन् वर्षे तस्य सम्बन्धः अस्ति वा स्वयमपि कालस्य सङ्कोचः भवति? न अवगच्छामि महोदय. अत्र केवलम् अत्र अत्र केवलं वाक्यशैली एतादृशमस्ति, किन्तु वाक्यस्य विषयः तत्र किमपि नास्ति, महत्त्वं किमपि नास्ति. अहं वदामि किञ्चिदिव. अत्र पश्यतु, इदानीं पूर्वस्मिन् पाठे अस्माभिः किम् अधीतं? क्रिया वा क्रियासमुदायः वा कालस्य उपाधिः भवति इति. उपाधिः. इदानीं तत्र क्रियासमुदायस्य तावान् क्रियासमुदायस्य तावान् क्रियासमुदायः इत्युक्ते एका घटिका वा एका होरा वा एकः प्रहरः वा एकं दिनं वा एकः सप्ताहः वा नो चेत् एकः संवत्सरः वा नो चेत् दशसंवत्सरः वा इति तावान् क्रियासमुदायः येन अनुभूतः. एकः पदार्थः अस्ति तेन एतत् समुदायम् अनुभूतम् अस्ति चेत् क्रियासमुदायम् अनुभूतम् अस्ति चेत् तद् पदार्थं स्वीकृत्यापि उपाधित्वेन स्वीकृत्यापि कालस्य सङ्कोचः कर्तुं शक्यते इति. गृहादि तावत् समुदायेन क्रियासमुदायेन पृथक् कृतः एकस्य संवत्सरस्य सम्बन्धी भूत्वा. किमर्थम् इत्युक्ते तत्र इदानीं चिन्तयतु, मम गृहं दशवर्षपूर्वं निर्मितमस्ति. चिन्तयतु, यदा तस्य गृहस्य निर्माणं जातं ततः इदानीं दशसंवत्सरः जातः अस्ति. जातः इति कृत्वा दशसंवत्सरः तावत् क्रियासमुदायं मम गृहेण अनुभूतः अस्ति. अतः इदानीं तत्र मम गृहं स्वीकृत्यापि कालस्य उपाधित्वेन स्वीकृत्य तत्र व्यवहारः कर्तुं शक्यते इति अत्र उक्तं. तावदेव. गृहमपि कालस्य सङ्कोचः भवति इति तावदेव उक्तम्. पदार्थः अपि कालस्य सङ्कोचः भवन्ति इति अर्थः वा? किमर्थमित्युक्ते सर्वे पदार्थाः काले एव वर्तते किल. वर्तते. सर्वे पदार्थाः काले वर्तन्ते. वयं पूर्वं पठितवन्तः किल तद् कालस्य सर्व आधारत्वम् अस्ति इति कृत्वा सर्वे काले भवन्ति इति कृत्वा तत्र यत्किमपि पदार्थं स्वीकुर्मः चेत् तस्य कालः अधीतः अस्ति. तेन कालः तत्र तावान् क्रियासमुदायान् अधीतः अस्ति इति कृत्वा तं स्वीकृत्य कालस्य व्यवहारः सङ्कोचः कर्तुं शक्यते इति. तत्र अग्रे उदाहरणं दत्तमस्ति. इतोपि तत्र इदानीं भानुचेतिनी महोदय, भवान् पठतु महोदय कृपया. महोदय कुत्र आरम्भः महोदय? तथा हि इति तथा हि एकं गृहं पद्मालयसंज्ञकं पञ्चसप्तत्योत्तरनवशत एकसहस्रवत्सरे उत्पन्नं नवशतोत्तर एकसहस्र नवशतोत्तर एकसहस्र वत्सरे संवत्सरे उत्पन्नं तत प्रभृति एकादश एकादशोत्तरद्विसहस्रपर्यन्तं षट्विंशत् वत्सरात्मकक्रियासमुदायाः क्रियासमुदायाः वत्सरः तद्गृहं च एकस्मिन् काले आसीत् इति पद्मालयस्य षट्त्रिंशत् वत्सराः इति व्यवहारयोग्यता तद्गृहस्य आगता. वदतु तावत्. एकं गृहमस्ति महोदय, तस्य नाम पद्मालय. तत् पञ्चसप्तति वत्सरे निर्मितं. सत्यम्. एकादश उत्तरद्विसहस्र पर्यन्तमेव तत् तिष्ठति शायद् प्रायः. न, तावदेव तिष्ठति इति नास्ति. इदानीं यदा पुस्तकम् आचार्येण लिखितं तदा समयः एकादश द्विसहस्रम् इति आसीत्. इदानीन्तनकाले इदानीं तत्र विंशति एकोनविंशतिः उत्तरद्विसहस्रम् इति कालमस्ति किल. इदानीमपि तत्र पद्मालयः पद्मालयम् इति सम्यक् गृहमस्ति चेत् तस्य वयः इदानीं तस्य वयः कति भवति? गणनं करोति वा? चतुश्चत्वारिंशत्. सत्यं महोदय. हा, इति तादृशं पद्मालयस्य चतुश्चत्वारिंशत् वत्सराः इति तादृशव्यवहारः कर्तुं शक्यते. इत्युक्ते तादृशव्यवहारयोग्यता गृहे आगता अस्ति महोदय. एतत् गृहस्य वयः कः इति चेत् चतुश्चत्वारिंशत् इति वक्तुं शक्यते. इति कृत्वा तत्र कालस्य सङ्कोचः भवति. इति अवगच्छति किल वनचेतनी महोदय? आम् महोदय, आं महोदय. अस्तु अस्तु, समीचीनं. मुरळीमहोदय अग्रे पठति वा? पठामि महोदय. तद्गृहं च एकस्मिन् काले आसीत्. तत्सर्वं कृतम्. अग्रिमवाक्यं पद्मालयस्य षट्त्रिंशत् वत्सराः इति इति व्यवहारो योग्यता गृहस्य आगता पद्मालयस्य पद्मालयस्य निर्माणानन्तरं दशम्य वत्सरेभ्यः दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति गृहं उत्पन्नम् इति उच्यमाने शिवालयः तत्र 1985 मध्ये उत्पन्नः इति विद्मः समीचीनम् अग्रे एवं मध्यालयात् पद्मालयात् पञ्चम्य वत्सरेभ्यः पञ्चभ्यः आम् महोदय धन्यवादः महोदय पञ्चभ्यः वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्यपि तस्य कालः इति अपि विद्मः हा अत्र किं दत्तमिति अवगच्छति वा अवगमनं महोदय वक्तुं शक्यते वा अहं प्रयत्नं करोमि अस्तु व्यवहारयोग्यताः पद्मालये पद्मालयस्य निर्माणं निर्माणे दशवर्ष उपरि अनन्तरं शिवालयं शिवस्य आलयं तत्र उत्पद्यते अस्तु अस्तु इति गृहम् उत्पन्नम् इति उच्यमानः शिवालये इति गृहम् उत्पन्नम् इति उच्यमाने शिवालयः तत्र विषयं किञ्चित् अवगमनं नास्ति महोदय अस्तु अस्तु भवतु भवान् शृणोतु विजया भगिनी अग्रे वदति वा मुरळीमहोदय सहायं करोति वा किञ्चित् पञ्चदशवर्षाणि पूर्वं पञ्चदशवर्षाणि पूर्वम् एतत् शिवालयं निर्मितं पद्मालयस्य पूर्वं न शिवालयः इति दत्तं वा इति न दत्तं पद्मालयस्य निर्माण अनन्तरं दशभ्यः वर्षे वत्सरेभ्यः अनन्तरं शिवालयः इति गृहम् उत्पन्नम् दशवर्षम् अनन्तरं पद्मालयस्य निर्माणानन्तरं दशवर्ष अनन्तरं शिवालयः तत्र शिवालयः इति गृहम् उत्पन्नं तत्र उद्यमाने शिवालयः पञ्च 1985 पञ्चाशीतिः नवशतोत्तर एकवर्षम् अधिकम् एकसहस्रे उत्पन्नं इति विद्मः वयं जानीमः एवं पद्मालयस्य पञ्चभ्यः वर्षेभ्यः प्राक् शारदालयः उत्पन्नः पञ्चवर्षं पूर्वम् एव शारदालयः उत्पन्नं शिवालयस्य पूर्वं पद्मालयस्य गृहम् उत्पन्नम् इति तत्र दत्तम् वत्सरेभ्यः प्राक् शारदालयः उत्पन्नः इत्युक्तौ तस्य कालः सप्ततिः नवशतकोत्तर एकसहस्रं 1970 इति अपि विद्मः अतः तस्य कालः एक पञ्च पञ्चदश इति पञ्चदशम् इदानीं पद्मालयस्य गृहं तु चतुश्चत्वारिंशत् कालम् आसीत्। अनन्तरं पद्मालयस्य अनन्तरं शिवालयः इति गृहम् आगच्छति, अनन्तरं तत्र शारदालयम् अपि आगच्छति। हा इति अत्र परिच्छेदे तत्र तत्र तत्र गृहस्य वयः वयं ज्ञातुं शक्नुमः। हा किन्तु अत्र मुख्यवार्ता किं, गृहस्य वयः कथं वा ज्ञातव्यम् इति वार्ता नास्ति किल, अत्र अत्र मुख्यवार्ता किम्, अत्र बोध्यं किं? मुख्यवार्ता कालक्रमेण कालक्रमेण किं किम् अभवत्, परिवर्तनमपि अभवत्, पद्मालयस्य अनन्तरं शिवालयं शिवालयं शिवालय शिवालयं शारदालयं इति। हा अत्र अत्र इदानीं प्रसङ्ग कस्मिन् प्रसङ्गे वयं स्मः, तत्र कालस्य उपाधिनिरूपणम् इत्यस्मिन् प्रसङ्गे स्मः किल? आम् आं जि, कालस्य उपाधिः, उपाधिः इत्युक्ते तत्र परिवर्तनं किं किम् अभवत्, पूर्वं पद्मालयम् आसीत् अनन्तरं अनन्तरम् अस्तु एकनिमिषं शृणोतु अहं वदामि किञ्चित्। हा अत्र मुख्यवार्ता किम् इति चेत् तत्र पूर्वस्मिन् पाठे किमुक्तं, क्रियां स्वीकृत्य कालस्य तत्र क्रिया कालस्य उपाधिरूपेण स्वीकृत्य कालस्य मानं कर्तुं शक्यते इति पूर्वस्मिन् पाठे उक्तम्। इदानीं किम् उक्तम् इति चेत् तत्र क्रियासमुदाये एकः पदार्थः तिष्ठति चेत् सः पदार्थं स्वीकृत्य तं पदार्थं स्वीकृत्यापि कालस्य उपाधित्वेन कालस्य सङ्कोचः कर्तुं शक्यते इति मुख्यवार्ता अत्र। इदानीम् इदानीन्तनकालं किम् इति वयं जानीमः, तत्र एकोनविंशतिः अधिकद्विसहस्रसंवत्सरम् अस्ति एतत् संवत्सरम्। इदानीं पद्मालयम् इति गृहस्य वयः कः इति प्रश्नस्य उत्तरं कोऽपि चतुश्चत्वारिंशत् वर्षः इति कोऽपि वदति चेत्, इदानीं पद्मालयस्य गृहं कदा उत्पन्नम् इति वयं गणनं कर्तुं शक्यते, अस्माभिः गणनं कर्तुं शक्यते 1975 इति। अपि च इदानीं पद्मालयं स्वीकृत्य पद्मालयस्य अपेक्षया दशभ्यः वर्षेभ्यः अनन्तरं शिवालयस्य उत्पन्नं जातम् इति कोऽपि वदति चेत् तत्र पद्मालयं स्वीकृत्य शिवालयस्य शिवालयस्य कदा उत्पन्नं जातम् इति गणनं कर्तुं शक्यते। पुनः शारदालयं कालनिर्णयं हा कालनिर्णयं कर्तुं शक्यते इति सत्यं तदेव अत्र मुख्यवार्ता। इदानीं पदार्थं स्वीकृत्य क्रिया न, पदार्थं स्वीकृत्य कालस्य निर्णयः कर्तुं शक्यते, अतः पदार्थमपि कालस्य उपाधिरूपेण कार्यं कर्तुं शक्यते इति अत्र उक्तम्। किन्तु कीदृशपदार्थः इति चेत् यः पदार्थः तत्र क्रियासमुदायस्य अनुभवः कृतः सः एव पदार्थः स्वीकृत्य कालस्य सङ्कोचः कर्तुं शक्यते इति अस्ति, तत् तद् अग्रे आयास्यति। अस्तु इदानीं शिवराम महोदय भवान् अग्रे पठति वा, अग्रे पठति वा? सो महोदय, हा मुरळी महोदय वदतु, तत्र शिवालयः अथवा शारदालयः द्वे पदार्थाः अस्ति। आम् सो तत्पूर्वं कालस्य निर्णयं करोति, तत्पूर्वम् इति न, तत्र तत् स्वीकृत्य शिवालयं वा पद्मालयं वा शारदालयं वा यत्किमपि स्वीकृत्य तत्र कालस्य उपाधिरूपेण वक्तुं शक्यते। आम् आम् महोदय, अस्तु समीचीनं। समुदायं तत्र शिवालयं पद्मा शिवालयं शारदालयं न न किमर्थं समुदायम् इति वदति भवान्? समुदायः नास्ति किल, शिवालयः इति एकः एव गृहः अस्ति, एकमेव गृहमस्ति शिवालयः नाम्ना. किन्तु सः तद् गृहं तावान् क्रियासमुदायान् अनुभूतः भूतः. किमर्थम् एतादृशध्वनिः आगच्छति? अस्तु अस्तु, समीचीनं महोदय. सो मध्ये उत्पन्नः शिवालयः, तदनन्तरं शारदालयः उत्पन्नः. आम्, इदानीं तत्र बोधः कः इति चेत्, किमपि तत्र गृहादि इत्युक्ते तत्र पदार्थं स्वीकृत्यापि कालस्य उपाधित्वेन कालस्य मानं कर्तुं शक्यते. आम् आं महोदय, आम्. इदानीं वयम् इदानीमेव उक्तवन्तः किल, पद्मालयः कदा जातः? 1975 संवत्सरे जातः इति कृत्वा इदानीं पद्मालयस्य उत्पन्नस्य अनन्तरं कियत् समयः, कियत् कालः जातः इति चेत् चतुश्चत्वारिंशत् संवत्सरः जातः इति वक्तुं शक्यते. आम् आम्, चतुश्चत्वारिंशत् संवत्सरः इति कस्य मानं? कालस्य एव मानं किल. आम् आम्, इति तादृशव्यवहारः कर्तुं शक्यते इति उक्तवान् तावदेव. अस्तु समीचीनं. हा, इदानीं श्रीराम शिवराम महोदय, भवान् अग्रे पठति वा? आमाम्. एवञ्च क्रियाभिः सङ्गतं वस्तु पद्मालयम् आदाय तत्पूर्वं ततः पश्चात् इत्यादयः व्यवहारः प्रवर्तन्ते. एतदेव पठनीयं न? आमामां, सत्यम्. अग्रेपि पठित्वा किञ्चित् वदतु. अतः एते पदार्थाः कालस्य सङ्कोचकाः, कालोपादयः इति शास्त्रे व्यवह्रियन्ते. एतत् पद्धत्याः क्रियाभिः सङ्गतं वस्तु पद्मालयं वा यत् गृहस्य नामं, तत्र गृहस्य नामानि तत्र दत्तानि सन्ति पद्मालयम् आदाय, ते सर्वे क्रियाभिः सङ्गताः, नाम क्रियेण सह तेषां समावेशः तत् अस्ति. तस्य व्यवहारः तत्पूर्वं तत्पश्चात्, एषा घटना तत्पूर्वम् अभवत्, एषा घटना तत् पश्चात् अभवत् इति पद्धत्याः व्यवहाराः प्रवर्तन्ते क्रियेण सह सङ्गतीकरणं कृत्वा. सङ्गतम् इत्युक्ते सम्बन्धः, क्रियेण सह सम्बन्धः वर्तते, सम्बन्धं कृताः. एतद् गृहम् एतस्मिन् वर्षे तस्य निर्माणम् अभवत्, तथा एतस्मिन् वर्षे तत्र मया एतस्मिन् वर्षतः एतस्मिन् वर्षपर्यन्तं निवासः तत्र अभवत्, एतत् पद्धत्याः क्रियेण सह सम्बन्धः तत्र प्रस्थाप्यन्ते. पूर्वं पश्चात् इति पद्धत्याः व्यवहारः प्रवर्तते. आम्, इत्युक्ते तत्र क्रियां साक्षात् स्वीयां क्रियां स्वीकृत्य कथं वा तत्र व्यवहारः भवन्ति इति चेत्, घटः अतीतः, घटः वर्तते, घटः भविष्यति इति तादृशव्यवहारः भवति. किन्तु पदार्थं स्वीकृत्य, कीदृशपदार्थं? येन सह यस्य क्रियाभिः सम्बन्धः अस्ति तादृशपदार्थं स्वीकृत्य कथं वा व्यवहारः कर्तुं शक्यते इति चेत्, तत्पूर्वं, तत्पूर्वम् इति तस्मात् पूर्वं, ततः पश्चात्, पद्मालयस्य पूर्वं तत्र शारदालयस्य निर्माणम् अभवत्, पञ्चेभ्यः वर्षेभ्यः प्राक्, पद्मालयस्य पञ्चेभ्यः वत्सरेभ्यः प्राक् शारदालयस्य निर्माणम् अभवत्, अपि च पद्मालयस्य दशभ्यः वत्सरेभ्यः अनन्तरं शिवालयस्य निर्माणम् अभवत् इति तादृशव्यवहारः भवितुं शक्यते इति उक्तम्. अग्रे, अतः अतः एते पदार्थाः कालस्य सङ्कोचकाः, नाम यैः पदार्थैः तत्र उल्लेखः घटनानाम् उल्लेखः कृताः तैः पदार्थैः तत्र कालस्य सङ्कोचः कृतः इति निधाय ते सर्वे कालस्य उपादया वर्तते इति शास्त्रे व्यवह्रियन्ते. हा, इति शास्त्रे व्यवह्रियन्ते इति अस्ति. अस्तु, इदानीं प्रश्नः किम् इति चेत्, सर्वे पदार्थाः तत्र व्यवहारयोग्याः इति एतादृशं, यथा शिवालयः, शारदालयः इति एतादृशं भूतले ये पदार्थाः विद्यन्ते, ते सर्वे पदार्थाः पदार्थान् स्वीकृत्य, तान् सर्वान् पदार्थान् स्वीकृत्य एतादृशं कालस्य व्यवहारं कर्तुं शक्यते वा इति प्रश्नः. तस्य उत्तरमस्ति अग्रे. इदानीं भानुजतिनी महोदय अग्रे पठति वा? महोदय, एकनिमिषं महोदय. महोदय, कुत्र पर्यन्तं महोदय? तत्र अग्रिमपुटमस्ति किल, इदानीं पुटसङ्ख्या अस्ति. अष्टमे एकः, महोदय एकः सन्देहः, एकं सन्देहं सि उपाधि तत्र वार्ता वेदान्त अथवा तर्करीत्या एकमेव? न न, तत् त्यजतु, इदानीं वेदान्तविषये मा वदतु. अत्र उपाधिः इत्युक्ते किम्? मया उपाधिः इत्युक्ते, आम्, उपाधिः मीन्स् द वन् विच् इस् लुकिङ्ग् अन्लिमिटेड् थिङ्ग् अपियर्स् टु बि लिमिटेड्. नो नो नो नो, तत् सर्वं नास्ति. ओ, मया उक्तं यया भिद्यते सा उपाधिः, केन विभजनं क्रियते सा उपाधिः इति. उपाधिः तर्कसं तर्करीत्या, न न, तर्करीत्या वा वेदान्तरीत्या वा इति सर्वत्र एतदेव, केन विभजनं क्रियते सा उपाधिः इति अस्ति. ओ, केन् यु जस्ट् गिव् मी एक्साम्पल्? केन् यु गिव् मी सर् प्लीस्? एतत् सर्वं इदानीमेव अस्माभिः पठितं किल. इदानीम् एकनिमिषम् इत्युक्ते तेषु तत्र प्रत्येकं निमिषे कति निमिषशराः सन्ति? पञ्चशराः, नो, षष्टि. एकस्मिन् निमिषे, इन् वन् मिनिट् दर् आर् 60 सेकेण्ड्स्. आम् आम् आम्, षष्टि. हा, इति कृत्वा तत्र प्रत्येकं सेकेण्ड् तस्य कालस्य उपाधिः भवति. ओ ओ ओ, तावदेव. येन केन विभजनं क्रियते सा उपाधिः भवति, यया भिद्यते सा उपाधिः भवति इति अस्ति. धन्यवादः. आमामां, तत्र वेदान्ते अपि च तर्के सर्वत्र एतदेव लक्षणमस्ति, उपाधेः. सेकेण्ड् संस्कृते किमिति? किमिति? न जाने भगिनि, तत्र निमिषशरः इति उक्तं. निमिषः इत्युक्ते सेकेण्ड् इत्येव उक्तम् अत्र. महोदय, तत्र घटाकाशः, महाकाशः, आकाशस्य विभज्यं तत्र तदेव उपाधि. सत्यं. हा, इदानीं तत्र आकाशस्य विभजनं कथं कृतम् इति चेत्, तत्र घटं स्वीकृत्य, घटस्य उपाधित्वेन स्वीकृत्य तत्र आकाशस्य विभजनं कृतम्. अतः आकाशविषये घटः उपाधिः भवति. भवता अवगतमेव, समीचीनं. धन्यवादः महोदय. हा, अस्तु, पठतु महोदय. तत्रापि अयं विशेषः, यः कदाचित् उत्पत्स्यमानः काश्चन क्रियाः अनुभवेत्, सः एव भवति कालस्य सङ्कोचः, न तु कालतुल्य एव उत्पत्ति विनाशरहितः परमाणवाकाशादिः. तत्पर्यन्तं महोदय? अग्रिम अग्रिमवाक्यं पत्य तत्र निगमनमस्ति अग्रिमवाक्यतः अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् वदतु जन्यं कार्यं महोदय तत्रापि अयं विशेषः कालोपाधिः यत्सर्वं निमेष होरा एतत् सर्वं न तत्र नास्ति महोदय इदानीं पूर्वस्मिन् परिच्छेदे किं दत्तं सर्वे पदार्थाः कालस्य सङ्कोचाः सङ्कोचकाः भवन्ति तत्र अयं विशेषः सर्वे पदार्थाः कालस्य सङ्कोचकः भवति वा इति प्रश्नः अत्र प्रश्नः वा महोदय प्रश्नः इत्युक्ते तस्मिन् विषये चिन्तनम् इति सर्वे पदार्थाः तत्र पूर्वस्मिन् परिच्छेदे किम् उक्तम् अतः एते पदार्थाः कालस्य सङ्कोचकाः कालोपादयः इति शास्त्रे व्यवह्रियन्ते इदानीं तत्र इत्युक्ते एते पदार्थाः इत्युक्ते सर्वे पदार्थाः भवन्ति वा कालस्य सङ्कोचकः इति चेत् अयं विशेषः अस्ति तस्मिन् विषये इति यः कदाचित् उत्पत्स्यमानः यः कोऽपि उत्पत्तिः अस्ति काश्चन क्रियाः अनुभवेत् तत् किमपि करोति इदानीं किमपि करोति इति न इदानीं गृहस्य निर्माणं जातम् एकनिमिषं गृहस्य निर्माणं जातं गृहे क्रिया किमपि न भवति किल किन्तु तत्र न तत्र सूर्यस्य भ्रमणम् इति क्रिया अस्ति किल तद् गृहम् अनुभूयते एव यद्यपि स्वस्मिन् किमपि क्रिया न जायते किन्तु अन्येषां क्रिया एषः एतद् गृहम् अनुभवति एव किल वायुः वहति तदपि आं महोदय हा इति तादृशक्रिया काश्चन क्रिया अनुभवेत् इति अस्ति महोदय अग्रे न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाणु परमाणवः आकाशादिः इति परमाणवः तु नित्यमेव आकाशम् अपि किन्तु कालतुल्य नास्ति महोदय न तु कालतुल्य एव न तद् नास्ति अत्र पश्यतु पूर्वस्मिन् वाक्ये किं दत्तं यस्य पदार्थस्य उत्पन्नं भवति अपि च उत्पन्नपदार्थेन क्रिया अनुभूतः इति द्वयमपि अस्ति चेदेव तादृशपदार्थस्य कालस्य सङ्कोचकत्वेन कार्यं कर्तुं शक्यते इदानीं परमाणूनाम् उत्पत्तिः अङ्गीकृतः वा परमाणवः तु नित्यमेव महोदय हा इत्युक्ते नित्यम् इत्युक्ते किं तेषाम् उत्पत्तिः नास्ति विनाशः अपि नास्ति नित्यः इत्युक्ते किं यस्य उत्पत्तिः अपि नास्ति विनाशः अपि नास्ति ते एव नित्याः किल इति कृत्वा परमाणूनां किमिति भगिनि सत्यं तदेव मया उक्तम् उत्पत्तिरहित विनाशरहित केवलं विनाशरहित इति नास्ति तत्र उत्पत्तिरहित अपि च विनाशरहित उत्पत्तिरपि नास्ति विनाशः अपि नास्ति इति तादृशपदार्थमेव नित्याः इति कृत्वा तत्र परमाणवः नित्याः भवन्ति इति कृत्वा ते कालस्य सङ्कोचकः न भवितुमर्हति इति अस्ति. अपि च आकाशादि तत्र आदिपदेन किं बोधितम्? यत्किमपि नित्यपदार्थम् अस्ति यतः आत्मा दिक् हा तत्र वदतु यत्किमपि इति किमर्थं वदति तत्र केचन पदार्थाः एव सन्ति किल महोदय. दिक् आत्मा मनः तत्र कालः अपि आकाशादि कालः इत्यत्र कालतुल्य एव सत्यं तत्र आकाशादि इति आदिपदेन तत्र आकाशः दिक् आत्मा मनः सत्यम् इति एते अपि कालस्य सङ्कोचकः न भवितुम् अर्हति. हा महोदय अन्तिमवाक्यं पठतु महोदय पुनः. जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः. अतः यत्किमपि कार्यमस्ति यत्किमपि उत्पत्तिः अस्ति तदेव कालसङ्कोचं भवितुम् अर्हति. तत्र यत्किमपि उत्पन्नमस्ति इत्यस्य नाम अस्ति जन्य. जन्य इत्युक्ते तदेव यस्य जननमस्ति तदेव जन्यम् इति वदामः. कार्यमस्ति हा जननकार्यम् उत्पत्तिकार्यमस्ति अतः जन्यानामेव काल उपाधिकत्वं भवति इति. जन्याः एव काल उपाधित्वेन कार्यं कर्तुं शक्यते. नित्यपदार्थाः काल उपाधित्वेन न कार्यं कर्तुं शक्यते. किमर्थम् इत्युक्ते तत्र ततः पूर्वं ततः पश्चात् इति तादृशव्यवहारं न कर्तुं शक्यते किल. इदानीम् आकाशः नित्यः, आकाशस्य पूर्वम्, आकाशस्य परम् इति तादृशव्यवहारः न कर्तुं शक्यते किल. अतः तत्र जन्यानामेव काल उपाधिकत्वम् इति नियमः अस्ति. अस्तु अत्र स्थगयामः. अत्र कस्यापि सन्देहः वर्तते वा एतावत्पर्यन्तम्? न महोदय स्पष्टम् अभवत्. अस्तु समीचीनं महोदय. अत्र एकनिमिषं ध्वनिमुद्रणं स्थगनं करोमि.